ॐ महादेवे नमः। ॐ जगदाम्बे नमः। सामग्र तथा चित्वा आनुष्ठिं स्थेश्वरे यथा कार्यमन्ता प्रथमं भद्रभूरिता तयोवरस्परयुद्धं सञ्जानं चाकर्कषम् अयदकाराणां च शिवानां विरवर्तनम् एवं चेतसस्य स्थिरं तदेवर्पाणि निरञ्जनमुत्तमं यदे महाभावो अदागर्भस्तदा यदा मिलित्वा दुर्दश जगां चण्डिकां प्रति चकारसकराघातं शिवमायं भावन न चकारहरिस्थानं कार्योऽयं भावन अम्बियामुखमारभ्य यदाणि विरसितं खड्गेन सुविधारेण शिरश्चेच्छेद मौलिमं चिह्ने च मस्तके भूमौ प्रभातमुखोमुदा देशभ्रन्दराजत्वं निजराकुशं तुष्टिमुष्पाणिप्रान्तेरि ब्रह्मगे निधेमर कृष्णोश्चिन्दराचक्रं देशभ्रन्दमस्तिरा कृष्णस्थगन्धर्वा स विद्याकिन्नरा यविषस्थमहदमनुष्ठ कामनं नमस्ते इति श्रीदेवि भागदेवचमस्मै जगदम्बिकायै नमः।